नमस्सर्वेभ्यः अस्माकं पञ्चविंशतितमं वर्गं प्रति स्वागतम्। अपि च ये मकरसङ्क्रान्तिम् आचरन्ति तेषां कृते अनेके शुभाशयाः। तर्हि आदौ मेनु भगिनी पठति किं ध्येयमन्त्रः यथा प्रकारः। सर्वेभ्यः नमो नमः। पठतु भगिनी, श्रूयते। मङ्गलाचरणं बुद्ध्या भयं प्रणुदते, तपसा विन्दते महत्, गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति। ॐ शान्ति शान्ति शान्तिः। धन्यवादः भगिनी। इदानीं गतवर्गस्य गृहकार्यं कृतं वा तैः? मीनू भगिनी कृतवती किं गृहकार्यम्? आं भगिनि। अन्ये के कृतवन्तः? कविता भगिनी कृतवती? राजु महोदय, राजुमहोदय कृतवान् किं? सोरि, ऐ वाज़् नॉट एबल टू डू दिस। चिन्ता नास्ति, चिन्ता नास्ति, चिन्ता नास्ति। विजय महोदय? आं भगिनि, आं कृतवान् किं? विजय थंकी महोदय? आं भगिनि। अस्तु, उत्तमं। विशालाक्षी भगिनी कृतवती किं? न, नो नो, ऐ हैव नॉट डन। चिन्ता नास्ति, चिन्ता नास्ति, शृण्वन्तु। अपि च जानन्ति चेत् वदन्तु, जानन्ति चेत् वदन्तु। विल् स्टार्ट् इट् इन् केस् दे आल् नो द आन्सर् देन् जस्ट् लेट् मी नो। अस्तु, आदौ षोडशतमं कुर्मः। अस्तु, दृश्यते किं मम प्रस्तुतिः? हरिः ओं, दृश्यते किं मम प्रस्तुतिः? अस्तु, मीनू भगिनी आरम्भं करोतु। अहं गच्छामि, वयं गच्छामः। उत्तमं। भवान् आगच्छति, भवन्तः आगच्छन्ति। उत्तमं। भवती, सोरि, ऐ थिंक ऐ डिड द सेम फॉर दिस। आगच्छति, सो आई विल जस्ट चेंज इट। भवती उपविशति, भवती उपविशतः, उपविशन्ति। उत्तमम्। अपि च लोट् लकारे अस्ति चेत्? आगच्छतु, सोरि, उपविशतु, उपविशन्तु। उत्तमम्। अपि च प्रथमं वाक्ये, प्रथमे वाक्ये तत्र लोट् लकार अस्ति चेत्? प्रथम अहं लोट् लकार, अहम्, अहं गच्छामि, अहम्, अहं गच्छामि, लोट्लकारे अस्ति चेत्? अहं गच्छामि एण्ड् ऐ एम् फर्गेटिङ्ग् द होल् नोटेशन्। वयं गच्छामः, गच्छामः, विदौट् द विसर्गः। अस्तु, एषः गायति, एते गायन्ति। उत्तमं। सा लिखति, सन्ति। उत्तमं, धन्यवादः भगिनी। कविता भगिनी? सः उत्प्लवति, ते उत्प्लवति अथवा उत्पतति। ते उत्पतति उत्पतन्ति पतन्ति उत्तमम् अथवा उत्प्लवन्ति कूर्दन्ति फार् जम्प् यु केन् यस् यस् यु केन् यूस् कूर्दन्ति कूर्दन्ति हा कूर्दन्ति इस् क्रीडायां यु केन् यूस् कूर्दन्ति देट् इस् आल्सो करेक्ट् ओके तदपि साधु एव अस्तु भगिनि आं भगिनि शी प्लेस् सा समीपे क्रीडति दे आल् हा तथा मास्तु तथा मास्तु वाट् इस् द वर्ड् फार् देट् नियर् इस् ओन्ली फार् द ब्राकेट्स् रैट् तत्तु किं दर्शति शी फार् इस् सा She near is? Esha. Esha. Esha. Esha kridanti. Esha is she. So plural will be? Etaha. Etaha. Etaha kridanti. The dog is here. Kukuraha atra asti. Kukuraha antra sati. सन्ति उत्तमम् द केट् गोस् देर् मार्जः तत्र गच्छति केट्स् गो देर् मार्जारः मार्जरः नास्ति मार्जारः मार्जारः च मार्जारः मार्जाराः तत्र गच्छन्ति द बाय् प्लेस् बालकः क्रीडति बाय्स् प्लेस् बालकाः क्रीडन्ति उत्तमं धन्यवादः भगिनि विजय कुमार् महोदय The girls roam. Balika bramati. Girls roam. Balikaah bramanti. The man works. The man cooks. Purusha pachati. Men cook. Purushaah pachanti. The woman brush teeth. Strihi dantamarjanam darshati. Gharshati. Gharshati, okay. Strihi nasti tatra. Strihi dantamarjanam darshati. घर्षति शोयिङ्ग् ओके सो शोयिङ्ग् तर्हि तदपि साधु परन्तु अत्र ब्रशिस् चीत् अस्ति घर्षति स्त्रियः दन्तमार्जनं दर्शन् घर्षन्ति नो सि महोदय यु इफ् यु टेल् दन्तं घर्षति देन् देट् इस् करेक्ट् But Danta Marjanam is the action of doing. So you will have to tell with Karoti. Danta Marjanam Kurvanti. Oh, Kurvanti. Okay, okay, okay. Okay, you cannot use two verbs. Sorry. Okay, if you say Danta Marjanam and Garshati, then that it becomes the action of brushing. Here doing should come, no? She is doing the action of brushing or she does the action of brushing or she brushes. Like English only, we either say she brushes or she does the action of brushing. Oh, understood. Next is I wake up. Aham utthishtami. They all wake up. Te utthishtanti. Te kimartham? Aham tasya bahuvachanam rupam kim? अहम् आवां वयं वयं द हार्स् सिट् अश्वः उपविशति अश्वाः उपविशन्ति धन्यवादः महोदय तत्र विजय थङ्कि महोदय आं भगिनि The bell rings. Ghanta nadati. Ghantaha nadanti. Uttamam. The teacher, male, teaches well. Adhyapakah samyak pathayati. Adhyapakah samyak pathayanti. Uttamam. The finger hurts. Anguli pidayati. Angulyah pidayanti. Uttamam. The vehicle. Moves. Yanam chalati. Yanani chalanti. Uttamam. The clock breaks. Gati bhidyate. Gatyah bhidyante. Uttamam. Dhanyavada. Dhanyavada. Tadra Meenu Bhagini. Meenu Bhagini. Aam Bhagini. Balikaah, balika. Tree falls. The vriksham. Vriksha patati. Vrikshaah patanti. Uttamam. Balika. Pushpam. Jigrati. Balikaah. Pushpani. Jigranti. Pushpani jigranti. Natvam bhavati. Shishyah roditi. Shishyah rudanti. Rudanti. Roditi is correct, but rudanti. Because lakhlakar, gunasya prakara asti tatra. बालिकाः नृत्यति बालिकाः बालिका नृत्यति बालिकाः नृत्यन्ति उत्तमम् पुरुषः उत्तरस्य अनुमानं करोति पुरुषाः उत्तरस्य अनुमानं कुर्वन्ति उत्तमं धन्यवादः कविता भगिनी कविता भगिनी श्रूयते किं हरि ओम् हरि ओम् आं भगिनि आं भगिनि द प्रीस्ट् स्पीक्स् पण्डिताः गदति पण्डिताः गदन्ति गद उत्तमं गद् चिन्ता नास्ति तत्र परन्तु अहं किम् उक्तवती गतवर्गे मन्त्रति इति मन्त्रति मन्त्रन्ति क्षम्यतां दट् इस् फार् एड्वैस् मन्त्रति इस् एड्वैस् स्पीक्स् यु आर् डूङ्ग् प्री स्पीक्स् सो वदति वदति गदति अपि तत्र क्लेशः नास्ति कृष्ण अड्वैसस् कृष्ण इस् ओन्लि वन् नम या सो कृष्णः मन्त्रति या कृष्णः सपोसिङ्ग् देर् आर् मूवि we are assuming that this is adhyatma parantu adhyatma nasti api cha atra eva asti chet there could be many krishna so that is yeah it is a part of sanskritam where krishna is one only for us but there could be more we can assume over there so we can say krishna mantranti yes mantranti अर्जुन लिसन् अर्जुनः शृणोति अर्जुनाः शृण्वन्ति द बाय् क्रैस् बालकः रोदिति बालकाः रुदन्ति देन् द मङ्की ईट् फ्रूट् वानरः फलं खादति मङ्की ईट् फ्रूट् वानराः फलं खादति या फलानि खादन्ति Phalani khadanti is also correct and phalam khadanti is also correct because दे केन् आल् कट् एण्ड् ईट् वन् फ्रूट् भाजनं कर्तुं शक्नुवन्ति. आक्टर् लाफ् नटः हसति. आक्टर्स् लाफ् नट्याः हसन्ति. नटाः नटाः च नटाः हसन्ति. द सोल्जर्स् फैट्. सैनिकः युध्यते. सैनिकाः युध्यन्ते. सैनिकाः युध्यन्ते. अस्तु, धन्यवादः. क्लेशः अस्ति चेत् इफ् ऐ एम् अस्यूमिङ्ग् ऊहामि यत् सर्वे ज्ञातवन्तः इति. ऐ एम् अस्यूमिङ्ग् दट् एव्रीबडि हेज़् अण्डर्स्टुण्ड्. इन् केस् देर् आर् क्वश्चन्स् प्लीस् फील् फ्री टु आस्क्. अस्तु, तत्र अन्य गृहकार्यं किम् आसीत्? अत्र मास्तु, अहं दृश्यते किं मम प्रस्तुतिः? दृश्यते किं दृश्यते? दृश्यते दृश्यते किम्? अस्तु, एकनिमिष. इट्स् पासिबल् टु इन्क्रीस् द फोण्ट् सैज़्? ये ऐ इन्क्रीस् द फोण्ट् सैज़् बट् ऐ वाण्ट् टु हैड् द ऐ शुड् नो हौ टु डू इट्. ऐ वाण्ट् टु हैड् द आन्सर्स्. It looks like it's not possible. Maybe I can take this like that. Ma'am, select the row and hide it. Select the row and hide it. Select the row and hide it. One minute. Kimapi kritavati aham. Select the row. Alt H or something we have to do? Alt H for hiding. Right click over there and you will get the option of hide. Asta, dhanyavada. Now astu arambham kurvantu, because I think increasing one minute, I'll increase the font size. Format, font size. Idanim drishyate kim? Vijay Kumar Mahoday? Drishyate, drishyate. Astu. Tatra, meva bhagini arambham karudu. वेणुभगिनी आरम्भं करोतु. नास्ति सा. कविता भगिनी करोतु. आं भगिनि. स्क्रीन् इदानीं दृश्यते? दृश्यते, दृश्यते. अस्तु, अहं किं कृतवती, तत्र अहं धातुः अपि स्थापितवती. किञ्चित् ज्ञास्यामः. सो ऐ हेव् पुट् द धातु आल्सो, ऐ पुट् द रूट् आल्सो, सो देट् वी केन् गेट् सम् मोर् इन्फर्मेशन्. इट्स् जस्ट् इन्फर्मेशन्, नथिङ्ग् स्पेशल्, जस्ट् फार् योर् इन्फर्मेशन्. देट्स् आल्. अस्तु, वदतु वदतु भगिनि, कविता भगिनि. या यु केन्, इट् विल् बि प्राक्टिस् एण्ड् एव्रिबडि आल्सो विल् हियर् इट्. अभ्यासः अभ्यासः भविष्यति. नो नो, हसति इस् नाट् द एब्स्ट्राक्ट् फार्म्. हसति इस् द वर्ब् विच् मीन्स् ऐ हेव् नाट् बीन् एबल् टु पर्हाप्स् आर्टिक्युलेट्. हसति इस् द क्रियापदं किल. इट् इस् द क्रियापदम्. ओके, वन् मिनिट्, लेट् मी. Okay, over here what we did, kurdate, okay, kurdate is the verb for kurd dhatu, correct? So I will say aham kurde, ऐ जम्प् लट्लकारः अस्ति किल. नौ सपोसिङ्ग् नौ दिस् इस् एन् आत्मनेपदी करेक्ट्. नौ आत्मनेपदी एस् वि आर् आल् अवेर् आर् अ लिटल् बिट् a little bit cumbersome to use because the forms are different. So generally especially beginners are comfortable with are not so comfortable with Atmanepadi. So there is one more way of doing it. How? I jump, aham kurde. But supposing I don't know kurde, I don't know it is an Atmanepadi, but I know Kurd is the Dhatu. I know Kurd, it has something to do with Kurd, but I'm not sure what it is. So, instead of doing that, I will say, I do the action of jumping. So, there the verb becomes do. Correct? I do what? The action of jumping. So, the action of jumping becomes the object and it becomes abstract. I do the action of jumping. What is the verb over here? Jump. Do. Do. Do. Over here, when I say action of jumping, we are taking it together. So, I jumping doesn't make sense. When we are doing in English also, I don't say I jumping. You know it's not the verb. Then you have to say I am jumping, which means am is the verb. Main verb. So here also, aham kurde, I jump. But supposing I don't want to say that, I can say aham kurdanam karomi. Karomi everybody knows. That kri dhatu everybody knows. So aham kurdanam karomi. Okay. So that if you put ana, if you put anam, there are small rules, but this is one way of saying it. I'm sharing this because it becomes easier for beginners if they catch the logic. Okay. So, aham kurdanam karomi. There, what is the kriyapadam? Kavita Bhagini vadatu. Kurdanam. Nahi, aham kurdanam karomi. Then what happens then? Now see, do the next one. Jrimbhate. Okay, 1 minute. I'll open the parisandhi. This is not required. I want you all to know the meanings actually. Okay, so hasati, hasanam becomes the aham hasanam karomi. Vayam hasanam kurmaha. Astu? Astu. Idanim dvitiyam karotu. Roditi aham rodanam aham rodanam karomi. Uttamam. Okay, incidentally, since Raju Mahoday is here, I'm going to digress a little bit. Raju Mahoday, it is very interesting that this roditi, I'm sure you would remember our discussion, okay, about Parasmai and Atmanepadi. Incidentally, Rud Dhatu is Parasmai. It is not even Ubhayapadi. So, if that logic is correct, I mean, if that logic was ever applicable, it meant that people shed tears for others rather than for themselves. Yes. It's quite interesting, actually. Whenever I do this kind of analysis, I remember you, Raju Mahoday. actually you cannot say that, Mahoday. What we can conclude is with Kali Yuga, things are changing. We can say that because ideally our tears should be more for others if we are looking at an ideal, that adhyatma thing. Yes. Maybe at some in the Treta Yuga and all, maybe they were crying only for others. Now we are crying more for ourselves. Astu. Dhanyavadaha. Aham kichit tatra. अस्तु, कविता भगिनी करोतु. आं भगिनि, रोदिति पश्यति अहं दृश्यम् अहं दृश्यं दर्शनं दर्शनं अहं दर्शनं करोमि अहं दर्शनं करोमि श्रुणोति अहं श्रवणं करोमि करोमि करोमि करोमि खादति अहं खादनं करोमि. So if you look at where, just a little bit more information for when you all are doing reading and all that. So if the dhatu is khad, okay, all we are doing to get this abstract form is adding anam, and it is always anam, it is always neutral. Napumsaka linge eva asti ludantam. This form is always in the ludantam form. So as you all are aware, all these suffices are called pratyayaha in ekavachane, in ekavachana. So when that pratyayaha is added to the dhatuhu, then it gives you the abstract form. But you have to remember, which you all have not yet done, unless you all have read on your own, that there are sandhi rules that form. That's why rodit or sandhi rules, or I should say grammar rules. That is why roditi becomes rodanam. Astu? I should not give that example. Shrunoti becomes shravanam. Shrunoti becomes shravanam. It doesn't become shrunavam or something like that. It becomes shravanam. And every, as you see it, because there is a lot of similarity with other in Indian languages. Astu bhagini, dhanyavada. Vijay Kumar Mahode? Aham. Khadati. Aham. Khadanam. Karoti. Karo? Karobi. हा करोमि. धावति अहं धावनं करोमि. सपोज़िंग यू वांट टू पुट इट इन बहुवचने, अहं धावनं करोमि बहुवचने वदतु. वयं धावनं कुर्वन्ति. कुर्मः. दीस् फार्म्स् हेव् टु बि बै हार्टेड् टिल् यू लर्न् द पाणिनी ग्रामर् एण्ड् स्टार्ट् डिरैविङ्ग् इट्. ओके, एण्ड् लुक् एट् द धातु, इट्स् सो ब्यूटिफुल्. धावनम् इट् इस् गति शुद्धयोः. यो देर् इस् अ टैपो. गति शुद्धयोः. गतिशुद्धयोः, बिकास् वाट् एल्स् धावनं मीन्स्? धावनम् आल्सो मीन्स् क्लीनिङ्ग्, रैट्? सो सो धावामि इस् आल्सो करेक्ट् फार् बोत् वाशिङ्ग् एण्ड् फार्. अस्तु, ऐ विल् अहम् अनन्तरं करिष्यामि. अस्तु, अग्रिमं करोतु. चलति अहं चलनं करोमि. उत्तमं, धन्यवादः. राजु महोदय. आं भगिनि, कर्तुम् इच्छति किं? प्रयत्नं करोतु. लिखति अहं लेखनं करोमि. पठति अहं पठनं करोमि. पिबति अहं पानं करोमि. उत्तमम्. तिष्ठति अहं तिष्ठनं करोमि नैव नैव यु हेव् टु एड् अनं टु द धातु जस्ट् रिमेम्बर् देट् आल् दीस् प्रत्ययास् आर् नाट् एडेड् टु द लिट् दिस् इस् आलरेडि अ डिरैव्ड् फार्म् तिष्ठति इस् आलरेडि अ डिरैव्ड् फार्म् वेन् यु आर् एडिङ्ग् द प्रत्ययास् यु हेव् टु यूस् द धातु तत्र धातुं स्वीकुर्मः फैण्डिङ्ग् धातुस् यु आर् हेविङ्ग् ट्रबल् फैण्डिङ्ग् धातुस् अहं स्थानं अहं स्थानं करोमि अहं स्थानं करोमि सो या सीमा भगिनी एकनिमिषः सो when suppose I write upavishati in that Sanskrit dictionary, it is not giving me the dhatu. It will not give because I think I mentioned this earlier long back in the first of I remember that but I'll tell you why because upa is a upasarga it is a prefix so these prefixes on ashtadhyayi.com you will not get it ashtadhyayi so if you want I can there's nothing surprising about that because everybody goes through that sometimes you are searching for it and then you remember this is with an upasarga so when you don't get it immediately just check whether your verb has an upasarga so you will not get upavishati but you will get vishati however the beauty or the tragedy of the upasarga is that it changes meaning so be very careful and we have to be careful all the time okay so don't think that now see for example vishati is praveshah if I see vishati tatra vishati is vish praveshane to enter but upavishati has changed the meaning completely okay so just remember that when you learn upasargas you will know that ha astu I hope that answered your question raju mohoday agre gachatu upavishati अहम् उपविशं करोमि अनम् यु हेव् टु एड् देर् देर् देर् इस् अ स्लैड् रूल् इट् विल् बि डिफिकल्ट् उपवेशनम् इट् इस् ओके उपवेशनम् धन्यवादः महोदय धन्यवादः सीमा भगिनी क्रीडति अहं क्रीडां करोमि अन्नम् अस्तु व्याधे सो क्रीडनं क्रीडमं सारि क्रीडमं करोमि न न न क्रीडनं अहं क्रीडनं करोमि कूर्दते अहं कूर्दनं करोमि उत्तमं स्नाति अहं स्नानं करोमि उत्तमं अहं तत्र किञ्चित् क्लेशः वदतु अहं ध्रूणं करोमि नैव तत्र किञ्चित् लिटल् वेन् टिल् यु आर् लर्न् सन्धीस् एण्ड् टिल् यु आर् गेट् अ लिटल् बिट् एड्वान्स् दिस् धारणम् उभय ओके अहं धारणं करोमि ओके अहं धारणं करोमि नम् और् नम् नम् अहं धारणं करोमि धारणं बिकास् वेन् देर् इस् अ र एण्ड् इमिजियेट्लि आफ्टर् देट् अन्लेस् देर् आर् आल्फबेट्स् विच् स्टाप् इट् इट् बिकम्स् नम् निष्कासयति निश् इस् अन् उपसर्ग ओके इट्स् अ प्रीफिक्स् सो निश् यु लीव् इट् असैड् फस्ट् and then you first for do for cast aham nishkasanam करोमि निद्राति अहं निद्रां करोमि अत्र किञ्चित् किञ्चित् किञ्चित् अपवादः अस्ति अहं निद्रणं करोमि निद्राणं नास्ति निद्रणं करोमि अहं निद्रणं करोमि गायति अहं गायनं करोमि अहं गायनं करोमि गानं क्षम्यताम् अहं गानं करोमि अनम् इट् हेस् टु एण्ड् वित् अनम् सो गानं करोमि दे गी प्लस् अनम् देर् आर् सम् वाट् यु काल् देर् आर् सम् रूल्स् विच् अप्लाय् अहं गानं करोमि नृत्यति अहं नृत्यं करोमि अहं नर्तनं करोमि नर्तनं करोमि लिटिल् फ्यू दिस् this topic may be a little advanced for everybody but if you have this when you are reading and all it becomes easy if you have this knowledge so dhanyawad abhi vijay tanki mahoday namo namah vadayati aham vadanam karomi tarati aham तरणं करोमि चित्रयति अहं चित्रणं करोमि निक्षिपति अहं निक्षिपणं करोमि निक्षेपणम् अहं निक्षेपणं करोमि गणयति अहं गणनं करोमि चिन्तयति अहं चिन्तनं करोमि जिघ्रति अहं जिघ्रणं करोमि अहं घ्राणं करोमि घ्राणं करोमि अच्छा अहं घ्राणं करोमि धन्यवादः विशालाक्षी भगिनी यु केन् टेल् सम्बडि एल्स् टु टेल् बिकास् ऐ एम् हेविङ्ग् कफ् अस्तु अस्तु विजय थङ्की महोदय भवान् एव समापयतु रिङ्गति अहं रिङ्गणं करोमि लेढि अहं लेहनं करोमि जृम्भते अहं जृम्भनं करोमि जृम्भणं करोमि तत्र रु अस्ति किल तदर्थं जृम्भणं करोमि इवन् गै द धातु इस् गै सो ऐ थिङ्क् इट् मैट् बि गायनम् ओन्ली ऐ विल् क्लारिफै देट् ओके अस्तु तर्हि उत्तमं धन्यवादाः अनेके तर्हि अद्यतन विषयं प्रति गच्छामः अस्तु तर्हि विशालाक्षी भगिनी न वक्तुम् इच्छति किल वक्तुमेव न इच्छति चिन्ता नास्ति मीनू भगिनी अन्नदानं परन्दानं विद्यादानम् अतः परम् अन्नेन क्षणिका तृप्तिः देर् इस् अ मिस्टेक् टैपो वदे देर् इस् अ टैपो वदे ऐ केनाट् चेञ्ज् इट् सो यावत् ओके यावत् जीवञ्च विद्या जीवञ्च इफ् यु वाण्ट् टु डू द सन्धिः देन् यु हेव् टु टेल् जीवञ्च जीवै इट् बिकम् देन् देर् इस् अ य जीवञ्च जीवञ्च विद्या विद्यया विद्यया उत्तमम् इदानीम् आङ्ग्लभाषायां यत् लिखितमस्ति तत् पठतु दि आफरिङ्ग् आफ़् फुड् इस् ग्रेट् दि आफरिङ्ग् आफ़् एजुकेशन् इस् इवन् ग्रेटर् वैल् फुड् सेटिस्फैस् ओन्ली मोमेण्टरिली education satisfies during the entire course of life. Astu danim kim tatra anvayam kurmah anna danam param danam tatra vibhaktihi ka lingam kim eti vadatu minuvini dvitiya vibhakti अन्नैव अत्र दानं नपुंसकलिङ्गे अस्ति तदर्थं प्रथमा विभक्ति अन्नदानं परं दानम् अस्ति अवगतं दे अस्ति इस् द अध्याहारः सो अन्नदानं परं दानम् अस्ति इफ् इट् इस् द्वितीया विभक्ति देन् वाट् इस् द सब्जेक्ट् प्रथमा विभक्तौ तु संथिङ्ग् हेस् टु बि देर् इन् द सब्जेक्ट् रैट् अन्नदानम् इस् सब्जेक्ट् Yeah, annadanam, paramdanam. It is both. It is an adjective, right? Paramdanam. Both are in the first. Okay. Both are in the first. Because, I'll tell you why, how you analyze that. Because, supposing you say that annadanam is the first. Okay? Then you have to have a verb which implies that something is being done, right? Anna danam param danam karoti, it cannot be. Isn't it? Okay. So, anna danam param danam asti. Donation is prime, prime donation. So, there it becomes an adjective. It's prime donation. Donation is. Okay. We cannot exactly literally translate to English, but these are some hints. There is some similarity also. You can do it that way. Huh? Anna danam, param danam. Agrimam karoto? Anna danat. Danat nasti. Vidya danam atah param. Okay. I was reading niche. Okay. Vidya danam atah param. So, vidya danam atah param asti. So, vidya danam is also in prathama vibhakti. Prathama vibhakti. Okay, the offering of education is even greater. So there is, it's just an adjective kind of, okay. Vidya danam atah param. Haan, agrimam patatu. Annen shnarikaha triptihi. Haan, Kshamita, is there a question? Yeah, vidya danam, we don't have to break it up like vidya and danam? No. No, here you need not. I'll tell you, however, Vidya and Danam they are bound together by a Samasa. Samasas are nothing but compound words. They are compounded words. They are two words which are joined together after following some rules. Okay? Thanks. So now for example, if you take Vidya separately, then Vidya also has to have some vibhakti and some verb, etc., etc. So Vidya Danam, over here you have to take together. Okay. Bhagini? Yes? Kim Vibhakti Param Danam Asti? Param Danam Api? Prathama Vibhaktau Eva. Neva. Prathama Vibhaktau Eva. यतोहि विशेषणविषये तत्र लिङ्गम् अपि च वचनम् अपि च विभक्तिः सर्वे किं नामपदम् अनुसरन्ति सो यो विशेषणं यो एडजेक्टिव् विल् आल्वेस् फालो इन् विभक्ति इन् द केस् इन् द वचनम् एण्ड् इन् द जेण्डर् In the case, in the number, and in the gender, it will follow the Namapada. So, Sundarah Ramah. If you want to close, Bahuvachane, Sundarah Ramah. So, adjective is not Vibhakti? Adjective has Vibhakti. It has all the Vibhakti, gender, and the what is that case? Number, case and gender. Vibhakti, Achana, Picha, Lingam. And how it is, it follows exactly what the Namapada follows. ओके सो अन्नदानं सो दानं परम् अस्ति दानम् अस्ति लेट् अस् टेक् इट् लैक् देट् दानम् अस्ति अन्नदानं दानम् अस्ति कीदृशमस्ति अन्नदानं परं दानम् अस्ति अवगतम् आं भगिनि सो ओवर् देर् देट् इस् हौ यु हव् टु डु इट् यस् सिमिलर्लि ओवर् देर् विद्यादानं अतः परम् ओवर् देर् अतः इस् एन् अव्ययं सो अतः विल् नाट् बिकम् अतम् अतः इस् एन् अव्ययं विच् डस् नाट् चेञ्ज् एव इट् इस् स्टडि थ्रू औट् वेर् एवर् इट् गोस् वित् हुम् एवर् इट् गोस् ओके हा मीनु भगिनि अग्रिमं करोतु अन्नेन क्षणिका तृप्तिः अन्नेन क्षणिका तृप्तिः अस्ति ओवर् देर् इस् अ अध्याहारः देट् मीन्स् इट् इस् देर् इट् इस् अण्डर्स्टुड् एण्ड् देर् फोर् इट् इस् नाट् देर् अन्नेन क्षणिका तृप्तिः वदतु इदानीम् अन्नेन का विभक्तिः तृतीया विभक्ति तृतीया विभक्तिः क्षणिका तृप्तिः तृप्तिः कीदृशं पदम् तृप्तिः इस् आल्सो तृतीया नो नो अन्नेन वित् रैस् ओर् वित् फुड् ओवर् देर् तृप्तिः इस् सेटिस्फाक्षन् सो तृप्तिः विकारान्त स्त्रीलिङ्गशब्द स्त्रीलिङ्गशब्द ओके एण्ड् क्षणिका ओवर् देर् इस् द एड्जेक्टिव् एण्ड् इट् फालोस् द विभक्तिः प्रथमा अपि च लिङ्गं क्षणिका एण्ड् वचनं एकवचने अस्ति तर्हि दिस् ऐ एम् डूयिङ्ग् दिस् बिकास् वेन् यु आर् लर्निङ्ग् आन् युर् ओन् इट् विल् बिकम् इण्ट्रेस्टिङ्ग् आल्सो एण्ड् इट् विल् बि यूस्फुल् आल्सो ओके तृप्तिः अस्ति इदानीं यावत् जीवञ्च विद्यया विद्यया फार् एव्रिबडि एल्स् सिन्स् मीनु भगिनी हेस् डन् सन्धिः शी सेङ्ग् जीवञ्च बट् इफ् यु हेव् नाट् डन् सन्धि जीवं च इस् करेक्ट् नौ यावत् कीदृशं पदम् अव्ययमस्ति अव्ययम् अव्यय ओ रैट् अव्यय सो जीवं द्वितीया विभक्ति नै जीवम् अस्ति जीवम् अस्ति यावत् जीवम् अस्ति तावत् अन्नस्य किं विद्यायाः लाभम् अस्ति लाभः अस्ति इति वदनीयम् यु गाट् इट् सो जीवं यावत् अस्ति तावत्पर्यन्तं विद्या अस्ति सो यावत् जीवं च विद्यया देट् मीन्स् विद्यया की विभक्तिः का तत्र विद्यया विद्यया इस् थर्ड् तृतीया तृतीया विभक्ति देट् मीन्स् वित् नालेज् बै नालेज् वी हेव् तृप्तिः तृप्तिः केन् बि टेकन् दिस् सैड् आल्सो तृप्तिः इस् इन् लैफ् इन् सेटिस्फाक्षन् अस्तु ऐ थाट् ऐ विल् explain that because it becomes interesting. Gitam tu mastu, shunvantu bhavantaha. There is a link over here, parisandhihi hyperlink. If you click on that, you can hear the audio. I tried to see whether I can listen to it along with you all, but that's not possible. So how do we listen to it when I click on this? I mean, the slides are separately given to us. I'm sorry, I'm not getting it. You are not able to open the sites. I send the recording, etc. every time. The recording presentation. Is there, but in the recording, I can't click on the link. No, no, on the recording you cannot. 1 minute, I'll explain. Okay, I will digress over here, and in case anybody is having a problem with this, if you go to the link that I send, okay, you will see this. Let me go there. Ekah Nimisha. I think this is important because if you all are not able to see this, then how will you do your homework? Grahakaryam karaniyam kila. Tari atra. Sarvesham krite klesha asti kim? Does everybody have this problem of not yes, being ma'am. Able to open? Yes, ma'am. I have also. Kopi na uktavantah eva. I can hear it, but you can't see it. Okay, if you go to this, when you click on that, what you call, on the link which says you will find the earlier class recordings here, then you will come to this page, isn't it? Has anybody come to this page? Yes, but where it says yeah. Darshita Chitra Mudranam, that doesn't open. Only this doesn't open? Open. Oh, is it? Excuse me, madam. Which site is this? I don't know. This is the link which I sent to you, which has all the Karapatranis, which has all the Dhvani Mudranani. Okay, 1 minute. Please send me one second. Important. This is very important because if you all are not getting it, then, the purpose only is not met. Nobody has told me so far. Everybody does. At least those who do their homework. So I thought, maybe. Okay. Now, can you see my screen? Gmail. Drishyate kim? Tatra, adhyatana vargasya mudrane atra labhyate. When you do this, you should get this ID. We get the recording of the class. So in that recording, okay. We can't link. You get the recording. We get the recording, and from the recording, okay. I pause it and then do okay. The does everybody get the recording? Yes, yes, madam. Both the video. That means you can see the presentation, right? Yes. Can't. I can hear it. I can't see it. Okay, let me see what this is. And same thing is happening with the Vyakaran class also for me. I can hear it, but I can't see the slide. Just a minute. So this you can see, right? Now you can see. Yes. So in this link, Bhagini, Seema Bhagini, you should be able to get this. No, that I get it when I go to the right and click on Kaksha 12 or whatever. But right. No, I'm saying the video recording of the class. The video recording of the class. Mm-hmm. Can you see when you click on that link? When you click on this link. Not opening. Just 1 minute. The voice is on. I think. Okay. Maybe it's just my problem. I don't know. Okay. Next time when you're doing it, you just WhatsApp me. I'll see. Okay. Now that is for the video. Now Meenu Bhagini, that you're getting. So I'll just everybody excepting for Seema Bhagini is getting that. Okay. Now the next as part of homework. Gata Varnanam Dhvani Mudranani. If I go there. Tatra, when you go there, you will get a list of all the classes correct. And all the recordings. Where it says Darshanani, I can't see it anymore. Darshan Mudranam, that I can't open. I can only open Dhvani Mudranam. Okay, 1 minute. Let me try. Is everybody else also? Is everybody else having the same problem? Actually, I heard it, I saw it as Dhvani Mudranam, so I didn't open it because I thought it's the same recording of the earlier classes. So once I had done it, so I think I will go and see the slides also from here. Yeah, from here you can see all the slides on the right hand side. Or on the left where it says Darshita Chitra Mudranam, that I can't open. Okay, then there must be some issue with particular case, but otherwise you should be able to open. I tried it now. And over here on the right hand side, if you are using a mobile, then you may have to scroll or you may not be able to see it. But if you are using a laptop, you will definitely be able to see it. So over here on the right hand side are all the Abhyasa Pustakam. Meenu Bhagini, so when you click on this, then you can actually see the slides. Okay, okay. And you can use the slides as though you are using it. It's no longer a recording. And in that, when you click on that hyperlink, you may get a message saying that you don't have access. There only request access. There is a tab over there. You just request for access, somebody will get back to you. Okay. Okay. I will try it again. Okay. Astu. So, does anybody have any difficulty over there? I thought I heard Yashaswini Bhagini's voice. Somebody said, shall I try? Astu, chinta nasti. Mastu. Astu. So, that link... if you are very nice, the songs are very nice and it's very interesting also. Okay, in this particular song, there are two phrases which have been used. Okay, just out of interest, we'll read that because it is good information and it is very interesting. Dhanyavadaha Meenu Bhagini. Kavita Bhagini. Okay, Kavita Bhagini. Tatra patatu. Gitam. Avanitalam punaravatirna. Punaravatirna siyat. Tippani. Notes. Tippani. So on that, tippani is notes on the song which we have not heard. Punaravatirna is coming, avatara, it comes from avatara, okay? Don't get into those yet. This is just for your information. Avani talam is over here. On Avani is bhumi, as you know. Now, read this. Nipatatu pandita harashirati ganga nadi yatha harasya shivasya shirati patati tatha samskrita dhara pandita nam shirati patatu. So this nipatatu pandita hara shirasi is a phrase, okay, and this is the meaning. Can you tell me the meaning, Bhagini? Jaise shiv ki jatao se ganga nadi behti hai, usi prakar pandit ke shir se sanskrit ki dhara behti hai. Pandit ke behna chahiye. Nahi, over here more important is that जैसे सिर से नहीं है, क्योंकि शिरसी विभक्ति का सप्तमी विभक्ति नहीं बोलते, सप्तमी विभक्ति. हाँ, सो इफ प्रसंग जानाती चेत तत्र गंगा फर्स्ट फेल ऑन हिज हेड, ऑन शिवाज हेड. शिरस्य सॉरी हरस्य शिरसि पतति यथा. First she fell on his head out of arrogance. Then he tied the jata. So, yatha Ganga Nadi Shivasya Shirasi Patati, just at it as it falls, Ganga Nadi, on the head of Shiva. Tatha, same way, Samskrita Dhara, पण्डितानां शिरसि पततु, मे इट् फाल् आन् अवर् हेड्स्. May it fall on that much knowledge we should get, and still it is unlimited. It is still limited. Astu dhanyavadah. Vijay Kumar Mahoday, patatu. Putra sahasra putra sahasra samudritam yan yantu cha janma vikaraha गङ्गावतारणम् अवतरणं गङ्गा अवतरणं भगीरथेन कृतं. रिवर् नेम् न भागीरथेन इट् इस् नेम् आफ् अ मुनि. ओ मुनि, ओके ओके. भागीरथी इस् क्षम्यता, भगीरथः इस् द नेम् आफ् द मुनि. भागीरथी बिकास् ही ब्रॉट हर डाउन, इट् इस् it is said that he is the father. So Bhagirathah, from there Bhagirathi comes. Okay, sorry. Bhagirathasya prapitamaham mahaha pratitamaha sagarah सागरस्य वीर सागरस्य वीरः पुत्रः पुत्राः वीराः यमौच्छुड् ओपन् फुल्लि वीराः पुत्राः एव सहस्राणि यज्ञ रक्षण समये पुत्रसहस्रं भस्मीकृतम्. एकनिमिष इदानीम् आदौ अर्थं वदतु. लैक् गङ्गा अवतारण लैक् गङ्गा अवतारण द मुनि अवदे गङ्गा अवतरणं भगीरथेन कृतं. सो भगीरथेन तृतीया विभक्ति, इट् वास् डन् बाय भगीरथ. वाट् द ब्रिङ्गिङ्ग् डौन् आफ् गङ्गा. ओके. भगीरथस्य प्रपितामहः सगरः, ग्रेट् ग्रेण्ड्फादर् वास् सगरः. सगरस्य वीराः पुत्राः एव ऐ एम् ओन्लि टेलिङ्ग् बिकास् दिस् इस् अ लिटिल् बिट् ऐ मीन् एड्वान्स्ड् सो जस्ट् टु शेर्. सगरस्य वीराः पुत्राः एव सहस्राणि. सगरः हेड् 1000 चिल्ड्रन्. ओके, वीरः एण्ड् करेजस्. यज्ञरक्षणसमये पुत्रसहस्रं भस्मीकृतं. ड्यूरिङ्ग् द वेन् दे वर् डूयिङ्ग् अ सेक्रिफैस् अ यज्ञ, एट् दट् टैम् दीस् 1000 चिल्ड्रन् दट् देर् इस् अ स्टोरि विच् गोस् इन् द भागवत. सो दोस् चिल्ड्रन् बिकास् आफ् अ मिस्टेक् दट् दे मेड् बिकास् आफ् एन् अधर्मं दट् दे डिड् दे बि टर्न्ड् इन् टु एशस्. Sagara's 1000 children. Now, dhanyavadah. Raju Mahoday, agrimam patatu. Tesham viranam putranam swarga prapteye bhagirathena gangavataranam kutam. Patatu. जननमरणादि संसारचक्रात् मुक्तिं यान्तु भगीरथा इव तस्य वंशीयाः, वयम् अपि तथा संस्कृताय प्रयतामहे. संस्कृतगङ्गायाः अस्माकम् अपि मुक्तिः स्वर्गप्राप्तिः च भवतु. सो तेषां वीराणां पुत्राणां स्वर्गप्राप्तये भगीरथेन गङ्गा अवतरणं कृतं. बिकास् दोस् 1000 पीपल् टर्न्ड् इन् टु एशस्, बट् फार् देयर् लिबरेशन् ही मेड् गङ्गा कम् डौन्. बिकास् इट् वास् टोल्ड् दट् ओन्ली इफ् गङ्गा कम्स् डौन् देन् दे विल् गेट् रिवैव्ड् come up from that. Janana maranaadi samsara chakrat muktim yantu. Let us get go away from this cycle of life and death. Bhagiratha eva tasya vamshiyaha vayam api tatha samskrutaya prayatamahai. Because we are all descendants of Bhagiratha, we are like his descendants. Let us try to do for Samskritam. Samskrita Gangayaha asmakam api muktihi swarga praptihi cha bhavatu. Of Samskrita asmakam api, for of ours also, let liberation happen. Bhavatu, let it happen. Astu. A little out of syllabus, but I think worth it. Mahode bhavan eva pathatu tatra vartamana kalah lat kinchit abhyasam purma. Pat iti dhatum svikarotu. Pat iti dhatum svikarotu. Raju Mahode. Pat dhatu. Ramaha patati. Ramaha patati. Ramau patatah. Ramaha patanti. Madhyam purusha. Tvam patasi. Yuvam patatah. Yuyam patath. Uttama purusha. Aham pathami. What is that a? A is just to say that it doesn't become a, like everywhere else you're adding a, right? It is just to highlight that ati, ati, ati becomes ami. Okay. Aham pathami, avam pathavah, vayam pathamah. Dhanyavada. This is just for revision. Dhanyavada, Amodai. Dhanyavada. Tatra lot lakare. Lot lakare, this is also for revision, we have done it already. Seema bhagini pathatu lot agnya athava prarthana. Prathama purushaha. Path dhatu ekhad, khad svikarotu. Okay. Prathama purushaha ramaha khadatu, ramo khadatam, ramaha khadantu. Madhyam purush, vam khadahi. Khada. Tatra he is because of the grammar rule. Ignore it. You read read from the box which is there down bhagini. Adho bhage yat likhitam asti tat pathatu. Yuvam khadatam, yuyam khadato. Aham khadani, avam khadavo, vayam khadamo. Astu. Does anybody else want to read for practice? Kavita Bhagini Vijay Mahoday, Vijay Thanki Mahoday. Just for practice. Yes, I want to read. Pathatu. Creed iti dhatum svikarotu. Pratham purusah ramah kridatu. Kridatu. Okay. Ramau kridatam. Ramah kridantu. Madhyama purusah. Tvam krida. Yuvam kridatam. Yuyam kridata. Uttama purusah. Aham kridani. Avam kridava. Vayam kridama. Dhanyavadah, Mahode. Dhanyavadah. Astu, tari Vishalakshi bhagini tu na vaktum ichchati. Kavita bhagini. Meenu bhagini asti kim? Kshamyatam, Meenu bhagini asti kim? आं भगिनि पठतु वासराः भानुवासरः सोमवासरः मङ्गलवासरः मङ्गलवासरः मङ्गलवासरः बुधवासरः गुरुवासरः शुक्रवासरः शनिवासरः उत्तमम् अद्य शुक्रवासरः अस्ति चेत् यः कः वासरः आसीत् यः गुरुवासरः आसीत् उत्तमं धन्यवादः कविता भगिनी यः गुरुवासरः अस्ति चेत् परह्यः कः वासरः मङ्गलवासरः किमर्थं प्रपरयः मङ्गलवासरः किल परयः बुधवासरः एक दिन पहले सो अद्य शुक्रवासरः यः गुरुवासरः प्रयः बुधवासरः प्रपरयः मङ्गलवासरः अस्तु धन्यवादः विजय महोदय अद्य शुक्रवासरः अस्ति चेत् श्वः कः वासरः शनिवासरः अपि च रविवासरः कः वासरः I changed the question. What? Which day is Ravivasaraha? Ravivasara is a para, If you want to... Parashvaha. Apicha, Somavasaraha? Can you repeat the question? Apicha, Somavasaraha? Prapashava. प्रपरश्वः परश्वः एवं वदनीयं प्रपश्वः प्रपरश्वः प्रपरश्वः प्रपरश्वः देट् वे देट् शोर् शुड् बि टेकिन् अलाङ्ग् वित् अस्तु धन्यवादः महोदय राजु महोदय आं भगिनि बट् ऐ डोण्ट् रिमेम्बर् द वर्ड् Okay, one minute. I'll see if there is something in this slide. Okay. Astu. Tari, adhya ravivasarah asti chet. Shwaha kaha vasarah? Shwaha soma vasarah. Apicha mangala vasarah kaha vasarah? Mangala vasarah parashwaha. Apicha... बुधवासरः can you repeat please बुधवासरः बुधवासरः प्रपरश्वः प्रपरश्वः अस्तु धन्यवादः सीमा भगिनी सीमा भगिनी अद्य शनिवासरः अस्ति चेत् यः कः वासरः शुक्रवासरः यः इति वदनीयं पूर्णं वाक्यं वदतु यः शुक्रवासरः अस्ति अपि च परयः परयः गुरुवासरः अस्ति अपि च बुधवासरः कः वासरः बुधवासरः यः वासरः मङ्गलवासरः अस्ति नैव प्रपरः यः ऐ एम् एक्स्पेक्टिङ्ग् द आन्सर् द डे बिफोर् प्रपरः यः वाट् इस् टुडे यु सेड् अद्य अद्य सो दिस् अद्य अद्य यु केन् रीड् इट् वन्स् भगिनि नो वाट् डिड् यु से टुडे इस् विच् डे I said today is Saturday. Saturday. Okay, so Praparayah Budhavasara Asti. Praparayah Budhavasara Asti. Astu, Vijay Thanki Mahode? I'm beginning. महोदय अद्य मङ्गलवासरः अस्ति चेत् प्रपरश्वः कः वासरः शुक्रवासरः पूर्णवाक्यं वदतु प्रपरश्वः शुक्रवासरः अस्ति उत्तमं धन्यवादः धन्यवादः इदानीं वासरः एतत् सर्वं किञ्चित् अभ्यासम् एव अस्ति पुनःस्मरणं भवति इति अस्तु विजयमहोदय विजय थङ्की महोदय पठतु सप्तमी विभक्तिः चषकः अस्ति जलम् अस्ति चषके जलम् अस्ति विमानम् अस्ति यात्रिकाः सन्ति विमाने यात्रिकाः सन्ति अत्र सप्तमी विभक्तौ किं पदमस्ति चषके चषके कीदृशं पदं लिङ्गं किम् अन्तः कः चषकः पुंलिङ्गं अकारान्त पुंलिङ्गं उत्तमम् अपि च अत्र द्वितीये वाक्ये विमानं नपुंसकं नपुंसकलिङ्गं नपुंसकलिङ्गम् अस्ति धन्यवादः महोदय धन्यवादः मीनू भगिनी पठतु कक्षा अस्ति छात्राः सन्ति कक्षायां छात्राः सन्ति कूपी अस्ति मशी अस्ति कूप्यां कूपी अस्ति मशी मशी अस्ति कूप्यां मशी अस्ति अपि च अत्र कौ शब्दौ त्यान्तं स्तः कक्षायां कूप्यां अस्ति तर्हि कीदृशं पदं कक्षायां कक्षायां छात्राः सन्ति कक्षायां शिक्षिका नैव तथा नैव तथा नैव ऐ वाण्ट् टु नो वाट् इस् द प्रातिपदिकम् आफ् कक्षायाम् ऐ वाण्ट् टु नो वाट् कैण्ड् आफ् जस्ट् एस् चषकः इस् अकारान्त स्त्रीलिङ्गम् अपि च अत्र द्वितीये वाक्ये कूपी इकारान्त स्त्रीलिङ्गम् उत्तमं धन्यवादः हा कविता भगिनी पठतु सप्तमी विभक्ति रामः रामे वनं वने लता लतायां नदी नद्यां भवान् भवति भवती भवत्याम् अहं मयि सो ओवर हियर यू केन् सी दट् देर् शुड् बि नो कन्फ्यूजन् बिट्वीन् भवती एण्ड् भवति ओके वै बिकास् भवति यत्र ति ह्रस्वः अस्ति तत्र भवति इन् हिम् भवान् इस् यू सो इन् यू क्षम्यतां सो भवान् इस् यू भवति इस् इन् यू भवती इस् यू फेमिनैन् भवत्याम् is in you feminine okay aham is I mai is in me okay, that you have to remember. So if I say bhavati karyam karoti, then you should not get confused with the bhavati. This is just for highlighting. We have done all this just for highlighting. Astu dhanyavadah. Tatra Vijay Kumar Mahoday padhatu. सर्वनाम पादनं पदानां सर्वनामं सर्वनाम पदानां सप्तमी विभक्तिः सः तस्मिन् सा तस्यां तत तस्मिन् One minute. So, tasyam. One minute. Tasyam. What is the meaning? Arthah kaha? Tasyam. You are. In you. Sa is her. So, in her. Not even you. Sa is what? Her. Right? So tasyam is in her. Similarly, what is tasmin? Can you tell me? In them. Why them? Anya kopi vadatu? No idea. Why? This is saptami vibhag. I think in it. Saha. So, what is Saha? In his. In him. Okay, this is what we have already done. Saha taute, and we have done it in the last one. But sarvanama padre kinchit klesha asti eva tadartham karaniyam eva. So similarly, tat, now Vijay Kumar Mahoday, tell me tat, tasmin, what is the meaning? Arthah kaha? It. It. So tasmin? It. In it. In it. Astu? Dhanyavada. धन्यवादः अग्रिमं राजु महोदय करोतु एषः एतस्मिन् एषा एतस्याम् एतत् एतस्मिन् अर्थं वदतु एषः अर्थं This one, masculine. This male. Etasmin means what? In this male. Oh, correct. Uttama. Next one. Kaha, kasmin. Naiva, Esha, etasyam. Esha, this female. Is the syam in this female? This thing? Etasmin in this thing? Dhanyavada, Mahoday. Seema Bhagini Karuko. Purvaha. Kaha kasmin. Ka kasyam. Kim kasmin. Artham vadatu. Kaha is who? Kaha is Kaha is in who? Masculine or feminine? Kaha is kasyam. Kaha kasyam. So Kaha is in who? Sorry, who in feminine? Who? Yeah, female. Ka is feminine and Kim is neuter. कस्मिन् कस्याम् एण्ड् कस्मिन् कः इस् मेल् इन् होम् का इस् फीमेल् इन् होम् एण्ड् किम् इस् नपुस्तकलिङ्ग इन् होम् इन् वाट् इन् वाट् सो इफ् यु ओब्सर्व् इफ् यु ओब्सर्व् तत्र पुंलिङ्गे अपि च नपुंसकलिङ्गे एकम् एव किं स्थितिः अस्ति एका एव स्थितिः अस्ति अस्तु धन्यवादाः विजय धङ्की महोदय आं भगिनि पूर्वः पूर्वस्मिन् पूर्वा पूर्वस्यां पूर्वं पूर्वस्मिन् अर्थं वदतु पूर्वः पूर्वस्मिन् इन् पूर्व हा इन् पूर्व सो वै हर् वील् टेक् वन् एक्साम्पल् वील् टेक् अन् नामपदम् बिकास् पूर्वः पूर्वः वाट् पूर्वः वर्गः इति स्वीकरोतु पूर्वः वर्गः पूर्वस्मिन् वर्गः वर्गे पूर्वस्मिन् वर्गे बिकास् यु हाव् टु टेक् द सप्तमी विभक्ति सो इन् द अर्लियर् क्लास् पूर्वः वर्गः अर्लियर् क्लास् ओके पूर्वस्मिन् वर्गे इन् द अर्लियर् क्लास् ओके इन् द अर्लियर् क्लास् ओके पूर्वा पूर्वस्यां हा इदानीं कक्षा स्वीकरोतु पूर्वस्यां कक्ष्ये आहा कक्षा सप्तमी विभक्ति का नदी नद्यां माला मालायां कक्षायां पूर्वस्यां कक्षायां पूर्वस्यां पूर्वस्यां कक्षायां बिकास् अर्लियर् क्लास् ओवर् देर् ऐ टुक् वर्गः पुंलिङ्गः हियर् ऐ एम् टेकिङ्ग् स्त्रीलिङ्गः ओके अस्तु अग्रिमं पूर्वं वनम् इति स्वीकरोतु पूर्वं वनम् इति स्वीकरोतु पूर्वस्मिन् वनं वनं किमर्थं सप्तमी विभक्ति वदनीयं किल सप्तमी विभक्तौ वदनीयं पूर्वस्मिन् वने वने वने ओके इदानीम् अवगतं डिड् यु गेट् इट् नौ यस् यस् अस्तु तर्हि अग्रिमं मीनु भगिनि परः परस्मिन् परा परस्यां परं परस्मिन् सो परः वर्गः परा कक्षा परं वनम् इति स्वीकरोतु वदतु परस्मिन् वर्गे वाट् इस् द मीनिङ्ग् नेक्स्ट् नेक्स्ट् क्लास् class session yeah and next so what is parasmin parasmin varge parasmin varge will be in the next session in the next session similarly para kaksha parasyam kakshayam parasyam kakshayam parasmin परस्यां कक्षायाम् अर्थः कः इन् द नेक्स्ट् क्लास् वनम् इति स्वीकरोतु परं वनं परस्मिन् वने उत्तमं इन् द नेक्स्ट् जङ्गल् जङ्गल् आफ़् फारेस्ट् अस्तु धन्यवादः कविता भगिनी आं भगिनि अन्यः अन्यस्मिन् अन्या अन्यस्याम् अन्यम् अन्यस्मिन् फर् द सेक् आफ् सिम्प्लिसिटि वर्गः कक्षा वनम् एव स्वीकरोतु अन्यस्मिन् कक्षया पश्य टेक् वर्गः वर्गः इति शब्दं स्वीकरोतु अन्य इस् अदर् इन् अदर् अन्यस्मिन् इस् इन् अदर् एनि अदर् हा सो इन् एनि अदर् क्लास् यु टेल् मी वर्गः इफ् यु टेक् हौ विल् यु पुट् इट् अन्यस्मिन् अन्यस्मिन् वर्गे अन्यस्मिन् वर्गे अन्यस्याम् इस् फेमिनिन् कक्षा इति शब्दं स्वीकरोतु अन्यस्मिन् कक्षायाम् अन्यस्यां कक्षायाम् अन्यस्यां कक्षायां अन्यस्मिन् वनं वनम् इति शब्दं स्वीकरोतु वने वने अन्यस्मिन् वने उत्तमं धन्यवादः सो अण्डर्स्टुड् हा विजय विजयकुमार् महोदय सर्वः अन्य इस् एनि अदर् सर्वः सर्वेस्मिन् सर्वस्मिन् सर्वस्मिन् सर्वा सर्वस्यां सर्वं सर्वस्मिन् सर्वस्मिन् इस्य मेल् स्वीकरोतु वर्गः कक्षा वनम् So you have to be, you have just, just 1 minute, Kshamita. What you have to understand is, in English, we would have said, when we tell all, we automatically we will use plural. But over here, a group, over here, sarvaha vargaha. That means it is a group of a word. Sarvaha vargaha, sarvau vargau, sarvaha vargaha. Everything changes. Okay, even though sarvaha is plural, over here sarvaha is singular. Okay, sarvaha may comprise of many, but the word sarvaha is in the singular. Eka vachane asti. Sarvasmin kakshayam. Sarvasmin varge. Sarvasmin varge. सर्वस्यां वर्गा वर्गायां कक्षायां बिकास् वर्गः इस् पुंलिङ्गे सर्वस्यां कक्षायां सर्वस्मिन् वनमिति स्वीकरोतु वनमिति स्वीकरोतु सर्वस्मिन् वने वने धन्यवादः राजु महोदय अस्ति किम् ऐ विल् जस्ट् फिनिश् दिस् ऐ एम् एक्सीडिङ्ग् अ लिटिल् बिट् अहं समापितुम् इच्छामि एकः एकस्मिन् एका एकस्याम् एकम् एकस्मिन् एकः वर्गः एकस्मिन् वर्गे एका कक्षा एकस्यां कक्षायाम् एकं वनम् एकस्मिन् वने ओके सो दिस् इस् हौ इन् इन् दट् फोर् देट् इन् देट् काण्टेक्स्ट् इट् इस् यूस्ड् अस्तु तर्हि अत्र अहं स्थगयामि धन्यवादः शान्तिमन्त्रं सीमा भगिनी वदति किं गृहकार्यं भगिनी गृहकार्यम् अहं प्रेषयामि लिखित्वा प्रेषयामि अस्तु तत्र सीमा भगिनी अस्ति किं सीमा भगिनी अस्ति किं हा सीमा भगिनी पठतु किं तत्र शान्तिमन्त्रम् ॐ ॐ सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्तिः शान्तिः शान्तिः। अनेके धन्यवादाः, पुनर्मिलामः। हैप्पी मकर संक्रांति। धन्यवादाः धन्यवादाः भवतां कृते अपि।